सर्वं यश्चापि तिष्ठति पर्यस्य च ॐ सहना भवतु सहनो भुनक्तु सह वीर्यं तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्ति. आदित्यस्य व्याख्यानं चलति. आदित्यस्य कृते अनेके शब्दाः आगच्छन्ति. अनेकत्र आदित्यशब्दस्य प्रवृत्तिर्वर्तते. कथमिति सोदाहरणमत्र प्रदर्श्यते. अस्तु, पश्चिमे किमपि अस्ति विचारणीयम्. कित निवासे केतः केतु कित निवासे रोगा अपनयने से किति ज्ञाने वर्तते ना. जाने पे वर्तते धूम केतु धूम केतु अत्र जाने भी तो वर्तते. की जाने वर्तते. वर्तते यथा तत्र आगतं न विचिकित्सा यस्य प्रयोगस्तु लभ्यते मन्ये पाणिनीयतन्त्रेण स्यात्. तदेव वर्तते होतुः कर्म स्यात्. स एव स अष्टिशेणः होत्रम् होत्रं तु तस्य साधनं भविष्यति. कर्ता तु स एव वर्तते. देवापि असृजत् सः होत्रमाध्यमेन असृजत्. नरकं किमस्ति, नरकं नरक शब्देन अत्र प्रकृते प्रसङ्गे ध्यातव्यं भवति अस्माभिः चेत्, कस्यचित् जनस्य अत्र एकस्तु पुत्रशब्दः अत्र व्याख्यायते, पुत्रत्वं तु कस्यचित् पितरं प्रति भवति, पितुः का नाम नरकावस्था भवेत् तत् ध्यातव्यं भवति चेत् व्यवहारे तु एतदेव दृश्यते तत्रैव, यतोहि ततः पूर्वं तु स्वयमेव समर्थो भवति, अतः व्यवहारेण एतत् दृश्यते. भोग्यं तु अस्ति परं साहाय्यं विधीयते, कदाचित् पतति चेत् उत्थापयति, बुभुक्षा चेत् भोजनं ददाति. न, ये एव तत्र वर्तते स एव पुत्रः, औरसः एव पुत्रः भवेत् इति तु न उच्यते न. पुत्रशब्दः अत्र यदा उच्यते किन्नाम यौगिक्यां वृत्तौ चेत् स एव पुत्रः भवति. केन जायते? न, पुत्रशब्दस्य व्याख्यानं तत्तु अस्ति, आष्टिषेणः ऋष्टिषेणस्य पुत्रः वर्तते. परं यदा पुत्रशब्दः क्व क्व प्रवृत्तः, न केवलम् अत्रैव अपत्यत्वे एव पुत्रशब्दस्य प्रवृत्तिः क्व नु दृष्टा, सर्वत्रापि तद् व्याख्यातम्. अन्यतत्तु अस्ति, केवलं रूढे तु कथं कार्यं चलिष्यति? अस्तु मन्ये तत्रैव भवेत् चेत् पुत्रशब्दस्य किं किं कर्म वर्तते चेत् पिता शब्दोऽपि रूढो भविष्यति मन्ये. जनकः स चेत् मन्ये जन्यजनकभावेन सम्बन्धः स्यात्, तदमत्र तु पिता पुत्रभावसम्बन्धः उच्यते, जन्यजनकभावस्तु न उच्यते. अत्र तु हानि लभ्येत रूढत्वेन तत्र स अर्थः लभ्येत मन्ये, अत्र तु तथा न ग्राह्य, अत्र वेदे तु तथा न ग्राह्य मन्ये. अत्र निर्वचनं यत् क्रियते तत्र उभयगतिरत्र आश्रियते मन्ये, यत्र यथा हि तत्र स्वामिनो दयानन्दस्य निर्वचनानि वर्तन्ते उणादौ तत्रापि तथैव प्रवृत्तिदृष्टा वर्तते, यौगिकी वृत्तिरपि तत्र वर्तते, अन्य च योगरूढिवृत्तिरपि उभयथापि तत्र व्याख्यायते, तथैव अत्रापि वर्तते. स्वामिनो दयानन्दस्य उच्यते निरुक्तं दृष्ट्वा कथम् इति उच्यते, यतोहि निरुक्ते तु सर्वाणि निर्वचनानि न सन्ति यानि तत्र उच्यन्ते. उपलक्षणं किमस्ति? शैली वर्तते न, शैली इति उच्यते चेत् सा एव शैली वर्तते अत्र चेत् तस्य उभयगति, उभयगति इति रूढिरथोऽपि गृह्यते, अन्य च योगिकोऽपि गृह्यते, उभयथापि व्याख्यते, तदेव तु उच्यते, तदेव तु उच्यते. पूर्वं रूढिरर्थः उच्यते, पश्चात् च यौगिकः अर्थः उच्यते, तथैव अत्रापि वर्तते. तत्र वर्तते नैगम रूढिभवं हि सुसाधु, तत्र ध्यातव्यं भवति अस्माभिः, अथवा केनचित् व्याख्यात्रा गुणादिनाम प्रवृत्ति किमर्थम वर्तते चेत नैगम रूढ़ी भवम ही सुसाधु निगमे कथम प्रवृत्तिर्भवति शब्दानाम वेदे अन्य च रूढ़िवस्थाम कथम प्रवृत्तिर्भवति चेत उभयोरपि ध्यानम कृत्वा तत्र व्याख्यातम भवति तत्र च स्वामी दयानन्दैः तत्र ध्यातम अस्ति न भवेत् स्वकीय स्वकीय शैली भवति सर्वेषाम पुरातन तो ऐसा ही पद्धति तत्र पतंजलि महोदयेन प्रदर्शिता वर्तते नैगम रूढ़ी भवम् उणादीनां किं प्रयोजनं वर्तते बाहुलक ग्रहणस्य किं प्रयोजनं वर्तते चेतत्र दत्तं वर्तते चेतस्य साधुत्वाय उणादेः प्रवृत्तिर्वर्तते इति यथा हाँ अर्थेन शब्दं व्याख्याति इति उच्यते न अर्थ पुरस्सरं शब्दं व्याख्याति अर्थात अस्य शब्दस्य कस्मिन् कस्मिन् अर्थे प्रवृत्ति लक्षिता वर्तते चेत् एषा तु यौगिक्यां वृत्त्यामेव तु भवेत् रूढिस्तु कश्चित् एकत्र भवति प्रायेण नहीं स्वामी दयानन्दे आरोप सर्वथा न कर्तव्य स्वाभिमते अर्थे शब्दं प्रवर्तयति इति यतोहि स्वामिनो दयानन्दस्य विषये तदा वक्तव्यं यदा तस्य भाष्यं दृष्टं त्वादितं स्यात् यतो यः अपि अर्थः तेन उच्यते तत्र तत्र प्रमाणपुरस्सरं स अर्थः उक्तो वर्तते क्वचित् ब्राह्मणग्रन्थे क्वचित् वेदे क्वचित् उपनिषदि ये अपि प्रामाणिका ग्रन्थाः सन्ति तत्र तत्र स अर्थः स्वीकृतः अथवा व्यवहृतो वर्तते चेत् स एव अर्थानेन अत्र उक्तः अन्यैः तत्र न ध्यातम् इति तेषां दोषः तस्य मन्त्रस्य व्याख्यानावसरे सर्वत् ब्राह्मणे मन्ये पठितस्य अग्निशब्दस्य व्याख्यानं कृतमस्ति तत्र उक्तम् अग्निर्वै ब्रह्म कस्मिंश्चित् प्रसङ्गे तत्र चलति यजुर्वेदस्य व्याख्याने चेत् सर्वत् ब्राह्मणेन उक्तं यत् अग्निः शब्देन अत्र अस्मिन् प्रसङ्गे ब्रह्म गृह्यते परन्तु तद्वचनम् अत्र आनीय अग्निमीडे इत्यत्र यदि स्थाप्यते अस्य तु सा एव अर्थः न भविष्यति यतो हि तत्र तु तस्मिन् प्रसङ्गे तस्य सः अर्थः आसीत् चेत् एषः आक्षेपः तदा सुष्ठु भवति यदा प्रसङ्गद्वयमपि अस्माभिः अधीतम् अवगतं च भवति केवलं शब्देन तु आक्षेपो न भविष्यति उभयोरपि तत्र अध्ययनं सुष्ठु कर्तव्यं स्वामिनोदयानन्दस्यापि अन्य चेत् तत्र शतपथस्यापि यदि तेन अयुक्ताचारः तत्र कृतः तदा आक्षेपः भविष्यति अधुना तु केवलं तर्केणैव उच्यते नहीं तत्र अधीतं भवेत् तदा आक्षेपः कर्तव्यः नहीं तस्य ऋषिबुद्धिर्वर्तते स्वामिनो दयानन्दस्य ऋषिर्बुद्धिर्वर्तते अस्माकं च तत्र प्रवेशोऽपि नास्ति अधुना तु तत्र आक्षेपः कथं कर्तुं शक्यते तत्र भिन्नः प्रसङ्गः अत्र च भिन्नः प्रसङ्गः उभयोरपि निरुक्तं किमस्ति एका शैली वर्तते सा एव शैलीर्वर्तते अनेन किं क्रियते यः शब्दः यत्र यत्र अर्थे दृष्टः तदनु तस्य प्रयोगः अथवा निर्वचनं कृतम् तेनापि तथैव कृतं वर्तते यः शब्दः क्वचित वैदिके वाङ्मये अन्यत्र अर्थे विशिष्टे अर्थे दृष्टः स तत्र उद्धृतः अलम् एषा एव तु शैली वर्तते सर्वत्र इति तु कथयितुं तदा शक्यते यदि सर्वमपि अधीतं स्यात् चेत् यत्र नास्ति तत्र विचारितव्यम् यत्र नास्ति तत्र विचारयितव्यम् प्रसङ्गद्वयमपि द्रष्टव्यम् तदा वक्तुं न शक्यते यदा सर्वमपि सुष्ठु अवगतमस्ति प्रसङ्गद्वयमपि अस्माभिः द्रष्टव्यं पूर्वम् अत्र शैली का वर्तते कश्चित् शब्दः न केवलं रूढौ अपि तु यत्र यत्रापि अर्थे दृष्टः तदनु अनेन निर्वचनं कृतम् चेत् रूढो अस्ति चेत् तस्मिन् अर्थे सः शब्दो अस्ति अधुना एतत् ज्ञात्वा पुनः निरुक्तकारकस्य निर्वचनं ददाति अन्यच्च अत्र किम् अस्ति यत् गच्छति इति गौ अन्यच्च किमपि यदपि गच्छति तदेव गौ एवं एषः आक्षेपः दयानन्दे वर्तते यदपि गच्छति तद् गोशब्देन उच्येत अस्तु यः अर्थः तत्र दत्तः वर्तते स्वामी दयानन्देन अपि वा सः अर्थः अन्यत्र क्वचित् वैदिके वाङ्मये स्वीकृतः न वा स्वीकृतः इति परीक्षा कृता कदाचित् तस्मिन् अर्थे अस्य शब्दस्य प्रयोगः क्वचित् वर्तते वा न वा अन्येन केनचित् ऋषिणा गृहीतः न वा गृहीतः सः अर्थः एतत् द्रष्टव्यं भवति अन्यच्च यः रूढिशब्दः व्याख्यातः अधुना किं भवति मया यः अर्थो जातः वर्तते प्रायेण तस्य शब्दस्य स एव रूढः अर्थः भवति मम बुद्धिस्तरः अथवा बुद्धिर्ज्ञानं यावद्वर्तते अन्यत्र यदि गच्छति स मम कृते स अपूर्वः अथवा नवीनः अर्थः भवति सर्वस्यापि एषा एव गतिर्भवति प्रायेण रूढः इति मम कृते प्रसिद्धः यथा अत्रैव आदित्यस्य प्रसङ्गः वर्तते आदित्य अत्रापि वर्तते अनेन शब्देनापि उच्यते अनेनापि शब्देन उच्यते अनेन शब्देनापि उच्यते इति तथा तथा प्रदर्शितः तत्र तत्र वर्तते प्रसङ्गविशेषे इति अत्र एवं मेघस्य वृत्तिः भवति एवमेवं कृत्वा तत्र सन्धननं भवति जलानाम् अन्यच्च मेघवृत्तिः भवति अन्यच्च आदित्यस्य रश्मयः इति शब्दात् तु उच्यन्ते परन्तु तस्य भावः न ज्ञायते अन्यच्च अधिकतया अत्र पश्यामि यत् अग्रे अपि अस्ति यत् मेघस्य एव वर्णनं वर्तते कथं मेघः वर्षति किं भवति चेत् सगडे विषये केवलं मेघस्य वर्णनं किमपि वर्णयति चेत् तत्र अतिशयोक्त्यादिकम् एतत् भवति तस्य तादृशमेव तत्र अनेन तत्त्वं किम् आयाति यत् अनेन किं गृहीतम् नहीं मेघ एव सर्वत्र उच्यते तथा तु न वक्तुं शक्यते अन्येपि वर्णनं वर्तते तथा अन्येपि विषयाः सन्ति एव व्यावहारिकापि विषयाः सन्ति आध्यात्मिकापि सन्ति अस्माभिः एतदस्मि एवमपि नास्ति यद् वयम् एतदधीत्य अस्य बहु किमपि अत्र अस्मिन् विषये किमपि ब्रूमयत्नेहम् एवमेव भवति यतो हि तत्तु जनाः जानन्ति एव विज्ञानादिकमपि अधीत्य अन्यच्च अत्र यथा उच्यते वाग् इत्यादिकं यथा तु ध्वनिः भवति कथम् उत्पद्यते तदपि जानन्ति चेत् एतत् अद्य उच्यते यदा एतदाधारेण तत्र तत्र क्षेत्रे विकासो वा ह्रासो वा कृतः मस्तिष्केण एतदाधारेण इति वक्तुम् एवं शक्यते यतोहि उपलब्धे वाङ्मये वेदा एव सर्वप्रासम्येन स्वीकृताः वर्तन्ते चेत् एतदाधृत्यैव विकासो वा ह्रासो वा जातः विज्ञानस्य चेत् अधुना किमस्ति मूलं क्वचिद् अवशिष्टं भवति अन्यच्च यः कश्चिदपि विकासः ह्रासो वा जायते चेत् तदाधारेणैव अस्माकं ज्ञानं भवति यथा अधुना उक्तं न विज्ञानेन जातम् इति परं विज्ञानं कुतः आयातं तत्र प्रथमा स्फुरणा का वर्तते बुद्धेः प्रथमतः का जिज्ञासा आसीत् किञ्च तस्य समाधानम् आसीत् इति यदि सर्वतो प्राथम्येन विचार्येत चेत् अत्रैव गच्छामः तथा तु न वक्तव्यं तथा तु न वक्तव्यं प्रायेण मूलम् अत्र वर्तते इति वक्तुं शक्यते मूलं तस्य सिद्धान्तस्य मूलम् अत्र वर्तते तस्य तदनु एव तस्य विकासो वा ह्रासो वा जातः एतत् किमर्थं भवति यतोहि उभयोरपि पक्षयोः सह अध्ययनं प्रायेण अस्माभिः न क्रियते यदि सह अध्ययनं क्रियेत तुलनात्मकदृष्ट्या अथवा अध्ययन अन्वेषणदृष्ट्या वा चेत् एतत् ज्ञायेत यद् अत्रैव मूलं तिष्ठति इति आदित्यस्य व्याख्यानं यथा उषा वर्तते चेत् उषा एवं करोति इत्यादि उच्यते परन्तु उषा तु एका स्थितिविषये वर्तते सूर्यस्य उदयः प्राक् प्रकाशादिकं पुनः तत्र कर्तृत्वं कथमारोपितम् इति एवमस्ति लोकेऽपि किम् उच्यते एषा गुटिका ज्वरम् अपनयति चेत् गुटिकया ज्वरापनयनं कथं भवति भवति न चेत् तत्रापि एका घटना वर्तते अत्र किमस्ति औषधीनां सङ्घातः वर्तते यदि सः सङ्घातः अस्माभिर्गृहीतः भवति चेत् रोगस्य अपनयनं भवति इत्येव तत्र कर्तृत्वम् आरोपितमस्ति जडे तथैव तस्मिन् काले या घटना प्रचलति मन्ये उषः कालः वर्तते तत्र या घटना प्रचलति तस्या एव वर्णनम् अत्र कर्तृत्वारूपेण वा अथवा फलत्वेन येन केनापि रूपेण कृतो वर्तते उषा एव एतत् कार्यं करोति अर्थात यदि उषः सेवनं क्रियेत यथा गुटिकायाः सेवनं क्रियेत चेत् ज्वरापनयनं भवति तथैव यदि उषः कालस्य सेवनं क्रियेत चेत् एतदेतद् लभ्येत चेतथात्वेन व्याख्यानं वर्तते। एषा कस्यचित् विषयस्य प्रतिपादनशैली वर्तते, व्यावहारिकशैली एव वर्तते। आदित्यस्य विषये चलति, चेदुच्यते स्वर आदित्यो भवति, स्वशब्देन आदित्य उच्यते। कथम उच्यते? सुअर्णः चेत् स्वः शब्दे स्वर शब्दः श्रूयते रेफान्तः चेत् सुअर् स्वर चेत् सुअर्णः, अर्णः इति ऋगतौ गतिमान् सुष्ठु गतिमान् असौ वर्तते अतः स्वः। तदपि गतिसाधनं भवति, अन्यच्च गच्छत्यप्यसौ लोकाद् लोकं गच्छत्यप्यसौ, अन्यच्च गतिसाधनमपि भवति, तेनैव अस्माकं गतिर्भवति सुवर्णेनैव। स्वर्णशब्दोऽपि वर्तते सुअर्णः स्वः आदित्यः। सुईर्णः सर्वेषामपि अस्माकं प्रेरकः वर्तते असौ, अतः अपि स्वः आदित्यो भवति। सविता शब्दोऽपि तत्रैव वर्तते, अन्यच्च सूर्यशब्दोऽपि तत्रैव वर्तते। स्वरितः रसान्, येऽपि रसाः अत्र वर्तन्ते जगति तान् सर्वानपि रसौ रसान् असौ सुरितः प्राप्तः अस्ति स्वकिरणैः, सर्वत्रापि प्राप्तः। स्फुरितो भासं ज्योतिषां, येऽपि अत्र ज्योतिपिण्डा वर्तन्ते तेषां पिण्डानां या भाः दीप्तिः वर्तते तामप्यसौ सर्वथा प्राप्तः वर्तते, अतः अपि सः स्वः इति उच्यते। अन्यच्च स्फुरितो भासा इति वा, भासा दीप्त्या असौ आदित्यः सुरितः सुप्राप्तः वर्तते अतः अपि असौ स्वः इति उच्यते। एतेनैव हेतुना द्यौरपि स्वः उच्यते, यथा आदित्यः स्वः उच्यते तथैव द्यौरपि स्वः उच्यते। एतेव हेतवः तत्र भवन्ति, अत एव उच्यते एतेन व्याख्यानेन द्यौर्व्याख्याता। एतदेव व्याख्यानं यदा स्वः शब्दः द्यौः पक्षे व्याख्यायते तदा भवति। अपरा शब्दः आगच्छति आदित्यस्य कृते, प्रश्निरादित्यो भवति, प्रश्निशब्दः आदित्यस्य कृते। कथम् चेत् प्राश्नुते एनं वर्णः इति निरुक्ताः, एनम् आदित्यं वर्णः प्राश्नुते, प्राश्नुते इति अशुङ् व्याप्तौ प्रकर्षेण व्याप्नोति, अतः एषा आदित्यो भवति स्वः प्रश्निः इति नैरुक्तानां पक्षो वर्तते। संस्पृष्टा रसान्, येऽपि रसाः वर्तन्ते तेषां सर्वेषामपि असौ स्पर्शं करोति स्वकिरणैः, अतः संस्पृष्टा रसान् प्रश्निः। संस्पृष्टा भासां ज्योतिषां, पिण्डानां या भाः वर्तते ज्योतिःपिण्डानां तस्या अपि असौ संस्पृष्टा वर्तते अतः अप्यसौ प्रश्निः इति उच्यते। संस्पृष्टा भासं ज्योतिषामिति, संस्पृष्टो भासा इति वा, भासा दीप्त्यासौ संस्पृष्टो वर्तते अतोऽप्यसौ प्रश्निः इति उच्यते। अथ द्यौः, द्यौरपि प्रश्निः उच्यते, पूर्वम् अनेन उक्तमासीत् न, दिवश्च आदित्यस्य च साधारणनामानि इति तान्यत्र चलन्ति। द्यौः अथ द्यौः संस्पृष्टा ज्योतिर्भिः, ये केऽपि ज्योतिःपिण्डाः वर्तन्ते तैः सर्वैरपि असौ द्यौः संस्पृष्टा वर्तते, अतः तृष्णीः द्यौः उच्यते। अन्यच्च पुण्यकृद्भिः, ये केऽपि पुण्यकृतः सन्ति, पुण्यात्मानः सन्ति, तेऽपि तत्रैव निवसन्तीति एकः सिद्धान्तः स्वीकृतो वर्तते। येऽपि पुण्यात्मानः भवन्ति ते रश्मिमाध्यमेन, सूर्यरश्मिमाध्यमेन तत्र द्युलोके वसन्ति इति, स्वः असौ उच्यते, स्वः स्वर्गः इति उच्येत। इत्यपि स्वीक्रियते, प्रबुद्धैः जनैः स्वीक्रियते, क्वचित् स्वामिना दयानन्देनापि एतदुक्तमस्ति, पण्डित भगवद्गीता महोदयैरपि एतद् व्याख्यातं वर्तते। यथा हि पुनर्जन्म भवति तथापि तु तत्रापि तु एतदेव स्वीक्रियते न, यत् इतः मृतो भूत्वा असौ भ्रमति, यथापि कालं निर्धारितं वर्तते, कालः निर्धारितो वर्तते, तथा तत्र भ्रमित्वा पुनः निर्धारिते शरीरे आगच्छति, निर्धारिते काले ते लोकेषु तस्य भ्रमणम्। अन्यच्च ये पुण्यकृताः सन्ति ते तत्र वसन्ति इति उच्यते। लौकिकी मान्यता तु वर्तते एव, स्वर्ग गतिः इत्यादि वर्तते, अनेन स्थानविशेषोऽपि स्वीकृतः वर्तते तत्र वसन्ति इति। द्युलोकः द्युलोकः सूर्यलोकात् किञ्चित् उपरिष्टात् स्वीकृतः वर्तते, यथा तु भगवद्गीतैरुच्यते, तस्मात् किञ्चित् उपरि वर्तते इति द्युलोकः, तत्रैव पुण्यकृतः वसन्ति इति, पुण्यकृतः आत्मानः तत्र वसन्ति। संस्पृष्टा संस्पृष्टा द्यौ, अतः पृष्णीः इति उच्यते। आदित्ये तथा नास्ति, द्युलोके तथा अस्ति। दक्षिणायनकालः, पितृयानकालः, उत्तरायणकालः, देवयानकालः, स्वर्लोके गच्छति भवेत्, ये तो मन्ये अनुभवस्तु कश्चित् नास्ति, शब्द एव प्रमाणं वर्तते। सूर्यलोका द्युलोका उपरि स्वीकृतो वर्तते, द्युलोका इतः पृथिवी, तथा अन्तरिक्षं, तथा सूर्यः, अन्तरिक्षं तु मध्ये यत्किमपि वर्तते तदन्तरिक्षमेव वर्तते। नहीं, तत्तु वर्तते, परम् अस्माकं दृष्ट्या यत्र स्थित्वा वयं पश्यामः तत्र सर्वेषां वर्तते एव, तत्तु यत्रापि स्थिता भूत्वा पश्यामः। किमस्ति पितृयाण अथ उत्तरेण तपसा ब्रह्मचर्येण एतदस्ति न। एतद्वै प्राणानाम् आयतनम् एतद् अमृतम् अभयम् एतत् परायणम् एतस्मात् न पुनरावर्तनम् इति एष निरोधस्तदेश श्लोकः चेदेश विषयः स्वीकृतस्तु वर्तते अनेकत्र आदित्यलोकं जयन्ति इति उच्यते आदित्यात् भिन्नः लोकः स्वीक्रियते मन्यतम् जीत्वा अग्रे गच्छेयुः ते उत्तरायणकालस्य परीक्षां करोति असौ तत्रापि एवं भवति मन्ये तत्र अस्माकं गतेः किमपि साधनं भवेत् विना साधनम् अस्माकं गतिर्न भविष्यति यथा अत्र भौतिकं साधनं भवति अस्मिन् भौतिके शरीरे तथैव एतत् शरीरं यदा न तिष्ठति तदापि अस्य गतौ किमपि साधनम् आवश्यकं भवेत् यदपि साधनं तस्मिन् काले लभ्यते तेनैव गम्येत दक्षिणायनकाले ताः रश्मयः लभ्यन्ते चन्द्रमसा चेत् तैर्गम्यते अन्यत् उत्तरायणकाले एतेन गम्यते इति तत्र उच्यते अत्रैव वर्तते गीतापि अन्ते मन्येत तत्रापि तु उपनिषद एव स्वीक्रियेत उपनिषत्सु ब्राह्मणेषु आरण्यकेषु प्रायेण तदुच्यते तत्र यः योगी वर्तते तेन यस्य योगो भवति स तु निवर्तते अग्निर्ज्योतिरः शुक्लषण्मासा उत्तरायणं तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो तत्र ते गच्छन्ति इति एतदेव स्वीक्रियते दक्षिणायनेन ये गच्छन्ति ते तेषाम् आवृत्तिर्वर्तते उत्तरायणेन ये गच्छन्ति तेषाम् आवृत्तिर्न वर्तते इति परं तत्र केवलम् एषः एव हेतुर्न भवेत् मन्ये यतोहि अन्येपि हेतवः अत्र गीतायां दत्ताः सन्ति न ब्रह्मविदः इत्यादि चेत् तदपि स्यात् तेन सह यदि उत्तरायणम् इति यदा उच्यते चेत् सर्वेष्वपि विषयेषु उत्तरायणं भवेत् अस्माकम् अस्माकं जीवनेऽपि तु उत्वा ज्ञाने उत्वा व्यवहारे उत्वा आचारेऽपि तु दक्षिणायनम् उत्तरायणं भविष्यति न चेत् ज्ञानप्रधानता भवेत् चेत् दक्षिणाय उत्तरायणं भवति अन्यच्च अज्ञानप्रधानता भवेत् संसारप्रधानता भवेत् चेत् दक्षिणायनं भविष्यति इति उच्यते मन्ये तत्र अभीप्सापि कारणं भवति यतोहि मदीया इच्छा वर्तते अहं पुत्रेषु भवामि उत्वा तत्र संसारे अथवा धने भवामि चेत् मदीया इच्छा वर्तते अहं पुनः पुनः पश्येयमिति चेत् अत्रैव आगमिष्यामि अन्यच्च इच्छा नास्ति अत्रत्या काचिदपि एषा नास्ति चेत् किमर्थम् अत्र आगच्छेयं तदपि कारणं भवत्येव विगतैषणः अनधिकारी स्यात् इत्यपि तु उच्यते मन्ये चाणक्येन उच्येत विगतैषणः अनधिकारी स्यात् क्वचिदपि यतोहि तस्य एषणा नास्ति चेत् अधिकारः कुतः लभ्यते क्वचित् अधिकारी अर्थात् प्रधानमन्त्री वा राष्ट्रपति वा प्रधानो वा अध्यक्षो वा कस्यचिदपि संस्थायाः अथवा क्वचिदपि यतोहि तस्य एषणा एव न वर्तते यदहम् एतत् प्राप्नुयाम् एतत् प्राप्नुयाम् एतत् तस्य इच्छा एव न वर्तते इच्छा न वर्तते चेत् अत्र आगमनमपि किमर्थं भविष्यति चेत् पुण्यकृद्भिः संस्पृष्टत्वात् द्यौः प्रश्निः उच्यते इति चेत् स्वः शब्दः आदित्ये द्यवि च आगतः अन्यच्च प्रश्निशब्दः आगतः अपरस्य शब्दः दीयते नाकशब्दः नाक आदित्यो भवति नाकशब्दोऽपि आदित्ये आगच्छति कथमिति नेता रसानां सर्वानपि रसान् असौ नयति किरणैः स्वकिरणैः अतः असौ नाकः इति उच्यते नेता भासां ज्योतिषां यदैव असौ आगच्छति आदित्यः चेत् सर्वेषामपि पिण्डानां भासं नयत्यसौ अन्या काचित् भा तदा दीप्तो न भवति दीप्ति तस्य दीप्ता न भवति अस्तु प्रणयः प्रकर्षेण असौ नयति इति अथ द्यौः द्यौरपि नाकमुच्यते कमिति सुखनाम कशब्देन सुखमुच्यते तत् प्रतिषिद्धं प्रतिषिध्येत सुखस्य प्रतिषिद्धम् अकं भवति पुनश्च अकस्य प्रतिषेधः नाकं भवति न कम् अकम् न अकम् नाकम् यत्र हि दुःखलेशोऽपि न वर्तते तादृशं सुखं नागशब्देन उच्येत तादृशमेव सुखं पुण्यकृद्भिः अवाप्यते इति अत्र शब्देन उच्यते तत्प्रतिषिद्धं प्रतिषिध्येत यथा न वा अमुं लोकं जग्मुषे किञ्चनाकम् अमुं लोकं जग्मुषे यः अमुं नाकं लोकं गच्छति यः द्युलोकं गच्छति तं किञ्चन अकं न वर्तते किञ्चन अपि अकं दुःखं न वर्तते कष्टं न वर्तते सर्वं सुखं सुखमेव वर्तते इत्यपि नाकशब्दस्य व्याख्यानमत्र वर्तते द्युलोके द्युलोके यः गच्छति यः गतो भवति तस्य किमपि दुःखं न भवति इति न वा अमुं लोकं गतवते यः तत्र गच्छति तस्य कृते किञ्चन असुखम् असुखं सुखराहित्यं तत्र किञ्चनापि न भवति यतोहि पुण्यकृतो ह्येव तत्र गच्छन्ति ये पुण्यकृतात्मानः सन्ति त एव तत्र गच्छन्ति किमुच्यते किमिति द्युलोक इति मोक्षः नहीं किञ्चित् स्थानविशिष्टम् अत्र निर्दिश्यते मन्ये नहीं मोक्षे मोक्षे तु पुण्यकृतात्मानः न गच्छन्ति न मोक्षः पुण्यकृतात्मनां भवति तु अन्येषां भवति पुण्यकृतात्मनां मोक्षः भवति तेषां मोक्षः न भवति तेषां तु सुखमवाप्येत यतोहि तैः पुण्येन प्रयोजनेन कार्याणि क्रियन्ते यदि कार्याणि तथा क्रियन्ते चेत् तेषां फलमपि अवाप्येत चेत् तदर्थम् अत्र आगमनं भविष्यति सुखं सुखबाहुल्यं तत्र भवति न सुखमिष्टं दुःखं भवति अथवा दुःखमिष्टं सुखं भवति नैव तत्र सुखस्य अभीप्सा वर्तते न चापि दुःखस्य अभीप्सा वर्तते यदा यतोहि घटति न यतोहि बाहुल्येऽपि अतिशयेन तथा उच्यते सः सम्पूर्णमपि दिनं हसत्येव सम्पूर्णं दिनं न तु असु हसति खादत्यपि पिबत्यपि शेतेऽपि अन्यच्च न जाने किं किं करोति पुनरपि उच्यते सम्पूर्णं दिनं नित्यप्रहसितः नित्यप्रजल्पितः इत्यादिकम् आगच्छत्येव मा भाष्ये अल्पस्य गणना न भवति प्रायेण तत्र तु अनिर्वचनीया स्थितिः चेत् नैव सुखं न जातं दुःखम् अनिर्वचनीयदशा अनिर्वचनीयदशा भवेत् तत्र ध्वनिर्नागच्छति सुखं वर्तते तु आनन्दः वर्तते सुखं वर्तते तु आनन्दः वर्तते योगिनः प्रष्टव्याः. सुखस्य सम्बन्धः शरीरेण वर्तते इति उच्यते. खम् किमुच्यते? खम् उच्यते इन्द्रियम्. चेत् इन्द्रियाणाम् आनुकूल्यं यद्भवति तदुच्यते सुखम्. तत्र च तद् वैपरीत्यं यद्भवति इन्द्रियाणां तदेव दुःखम् इति उच्यते. इन्द्रियैः सह सम्बन्धः सुखस्य दुःखस्य वा वर्तते इति उच्यते. मोक्षे तु तादृशी स्थितिरुच्यते. मन्ये अवाप्येत व्यवहारदशायां. यथा एकम् उदाहरणं प्रायेण दीयते. यथा कश्चित् भारवाहः वर्तते, शिरसि बृहन्तं भारम् उत्थाप्य, ग्रीष्मः कालः वर्तते, तस्मिन् ग्रीष्मकाले मन्ये ज्येष्ठमासे यदा अतीव तीव्रः आतपो भवति तदासौ गच्छन् अस्ति क्वचित् मार्गे भारमुत्थाप्य, घासभारः तस्य शिरसि वर्तते. मार्गे च गच्छता तेन एकः अतीव छायावान् वृक्षः दृष्टः. तत्र गत्वा असौ शिरसि यः भारः आसीत् तं तत्र त्यजति, शिरसः नीचैः स्थापयति, भूमौ स्थापयति. चेत् भारः तेन त्यक्तः अपि वा किमपि लब्धमपि वर्तते तेन? शिरसि यः भारः आसीत् सः त्यक्तः. पुनः तेन उच्यते अरे अतीव आनन्दः आयातः. चेत् उपलब्धं किम्? उपलब्धिः कस्य वर्तते? यदि उपलब्धि वर्तते चेत् स एव आनन्दः इति उच्येत. तदेव तु पृच्छ्यते. किं गृह्यते? यद् आसीत् तस्य त्याग एव अभूत् अथवा किमपि लब्धमपि तेन? केवलं दुःखं ततः तस्य ततः अप्सरितं लब्धं केन? तेन दुःखकारणम् आसीत् भारः. केवलं तस्यैव अपनयनं कृतं तेन. उपलब्धिः कस्य अभूत्? अस्तु विचिन्तनीयं विचारणीयं च. यदि उपलब्धिर्वर्तते चेत् तत्र विरोधस्तु नास्ति कश्चित्, यतोहि अनुभवः नास्ति तस्मिन् मार्गे अस्मदीयः कश्चित्. परं तथैव उच्यते शब्दप्रमाणकैः. अन्यच्च मुक्तिः, मोक्षः, अत्र एतैः शब्दैरपि तदेव उच्यते. त्यागः यदस्ति तस्य त्यागः कर्तव्यः. उपलब्धिः एतैः शब्दैः न उच्यते. मोक्षणं, मोक्षः, त्यागः, हेयं दुःखम् अनागतम्, हेय हेय हेतु, हान हानोपायः इति एतत् सर्वत्रापि ओहात्यागे वर्तते. यदस्ति तस्य त्यागः. प्राप्तौ यत्नः नास्ति, त्यागे यत्नः वर्तते. मोक्षदशा वाप्तव्या. तत्र एवमस्ति. एते तादृशाः विषयाः भवन्ति ये मन्ये अधुना विरोधं प्रदर्शयेयुः. शब्दैः तथा वक्तुं न शक्यते. तत्र विचारणीयं. तत्र तु अनुभविनः तिष्ठन्ति. तत्र विचारणीयं. पुनः कदाचित् धैर्येण विचारः कर्तव्यः प्राप्तिविषये. अस्तु. हरि किमुच्यते? शब्दः नागच्छति, ध्वनिर्नागच्छति सम्यक्. किमुच्यते? स्वः स्वः शब्दो वर्तते द्यवि द्युलोकस्य कृते स्वः शब्दो वर्तते तद् स्थानमेव तु उच्यते स्वशब्देन अत्र तदेव स्थानमत्र स्वशब्देन उच्यते यत् तत्र उच्यते भोगः वर्तते किञ्चित् समीपम् आगत्य वक्तव्यं यतो हि ध्वनिः नागच्छति पृष्ठात् भोगस्य विषये केन उक्तमस्ति साधनमपि उच्यते वा माध्यमपि उच्यते वा यत् तत्र आम्राणि मधुराणि लप्स्यन्ते दुग्धं लप्स्यते चेत् मन्ये एवं स्यात् यतोहि तैः पुण्यम् आचरितम् अत्र शरीरे सति चेत् तस्य आधिक्यं वर्तते चेत् मन्ये तस्य फलत्वेन तत्र गच्छन्ति शरीरं तु शरीरं गच्छन्ति इति तु न चेत् यतो यत्र स्थानविशेषः अत्र विचार्यते दूरतः उच्यते अथ ध्वनिः सम्यक् न श्रूयते कश्यप किमुच्यते किमुक्तमस्ति साधनविषये तु अत्र न उच्यते न अत्र तु अधिकरणम् उच्यते स्थानविशेषः उच्यते साधनं न उच्यते स्वः शब्देन साधनविशेषः उच्यते अथवा सुखविशेषः उच्यते साधनेन चेत् साधनमपि निर्दिष्टं वा तत्र किं साधनमस्ति आर्योद्यरत्नमालायाम् अपि किं वाक्यमस्ति तत्र क्व उच्यते आरोग्यरत्नमालायां क्व उच्यते तस्य संख्या स्यात् न संख्या क्वचित् किमस्ति वाक्यं तत्र वाक्यं द्रष्टव्यमस्ति न वाक्यं किमस्ति स्वर्ग स्वर्गशब्दः व्याख्यायते न अत्र जो विशेष सुख र सुख को सामग्री तो गुजराती जो विशेष सुख और सुख की सामग्री को जीव का प्राप्त होना है वह स्वर्ग कहलाता है अत्र किमस्ति सामान्येन अत्र स्वर्ग शब्दः व्याख्यायते स्वर्ग शब्दस्य कः अर्थो वर्तते स्वः सुखं गम्यते अनेन इति स्वर्गः मन्ये एवम् अत्र विचार्येत येन साधनेन सुखस्य प्राप्तिर्भवति तत् साधनमपि स्वर्ग शब्देन उच्यते अत्र स्वर्ग शब्दः स्थानविशेषे न वर्तते प्रसंगेन सर्वथापि व्याख्यायेत स्वः शब्देन सुखमुच्यते तच्च सुखम येन गम्यते प्राप्यते सह स्वर्ग शब्द शब्देन उच्चेता। अतएव उच्चते जो विशेष सुख और सुख की सामग्री को जीव का प्राप्त होना है वह स्वर्ग कहलाता है। सुख और सुख की सामग्री, सुख और सुख की सामग्री उभयत्रापि स्वः शब्दो वर्तते, प्राप्त होना इति ग शब्देन उच्चेता। चेतत्र तादर्थ्यात् ताच्छब्द न्यायेन सुखस्य कृते या सामग्री वर्तते सापि सुख शब्दे नैव उच्यते। तादर्थ्यात् ताच्छब्द न्यायेन चेत सुख की प्राप्ति, अन्यच्च सुख की सामग्री की प्राप्ति, सुखम अन्यच्च सुखस्य या सामग्री वर्तते उभयत्रापि स्व शब्दो वर्तते तस्य च या गति ही गमनम प्राप्ति ही सह अत्र स्वर्ग शब्देन उच्यते। चे स्वर्ग शब्दस्य अत्र व्याख्यानं वर्तते। प्रकृते प्रसंगे तु स्व शब्दः स्थान विशेषे वर्तते। नहीं, गमनम इति प्राप्ति, नहीं वाक्यम किमस्ति अत्र सुख और सुख की सामग्री को प्राप्त होना जीव का ये स्वर्ग कहलाता है। तो सुख को प्राप्त होना स्वर्ग, सुख की सामग्री को प्राप्त होना स्वर्ग। चेत चेत भावे तो वर्ते थे ना स्व गमनम स्वर्ग, अन्य स्व शब्द यदा सामग्रिया वर्तते तदापि एषैव विग्रहो भविष्यति स्व गमनम स्वर्ग। हाँ तादर्थ्यात् ताच्छब्द न्यायेन स्व शब्द स्व सामग्रिया भविष्यति। विशेष सुख का तात्पर्य हो नहीं, वो तो ठीक है रहे, ये यही घट जाएगा नहीं तो लोक में ही अत्रैव लोके भविष्यति यत्, तो अत्रापि तो सुखम वर्तते। विशेष सुख का मतलब हो गया जिसमें सुख की बहुलता है, दुखा भावे यत् सुखम वर्तते दुखम यत् एवं अत्र मन्तव्यम्। सुखस्य स्थिति दुखम बिना नास्ति उत्वास्ति, दुखे नैव सुखस्य उपलब्धिर्भवति, यदि दुखम नास्ति चेत् सुखम अपि नास्ति। तत्र प्रतिपक्षिणौ एतौ शब्दौ अथवा सम्बन्धिनौ एतौ शब्दौ वर्तते, दुःखाभावे सुखमपि नास्ति चेत् सुख विशेष उच्यते। मन्ये यत्र भूमान्यायेन इति उच्यते, मन्ये सुखमेव सुखम वर्तते अर्थात् आधिक्येन सुखम वर्तते तत्र उच्यते। स्वतंत्र सत्ता अर्थात सापेक्षी की सत्ता वर्तते। अन्योन्य भावे दीये तो मन्ये अन्योन्य भावे घटे पटाभाव पटे घटाभाव तदेव तो वर्तते घटे अभाव अन्योन्य भाव वर्तते तत्र ह्रस्वस्य सिद्धि दीर्घेण दीर्घस्य सिद्धि ह्रस्वेण चेत् अन्योन्याश्रय नहीं दीर्घस्य दीर्घत्वम् दीर्घस्य दीर्घत्वम् ह्रस्वापेक्षया वर्तते ह्रस्वस्य ह्रस्वत्वम् दीर्घापेक्षया वर्तते। तत्र तु केवलं रेखा वर्तते अथवा द्रव्यं वर्तते तत्र स नैव ह्रस्वो वर्तते न चापि दीर्घो वर्तते। तत्र यथा साधयितुं न शक्यते यत् यदि परस्परापेक्षा वर्तते इति उच्यते स्वतन्त्रस्य सत्ता नास्ति परस्परापेक्षामेव सर्वं वर्तते इति उच्यते यदि एवमस्ति चेत् तस्य पुनः खण्डनं क्रियते यदि भवान् कथयति इतरेतरापेक्षया यदि उभयोः सिद्धिः वर्तते चेत् उभौ अपि असिद्धो भविष्यति उभौ अपि असिद्धो अस्ति यतो हि उभयोरपि सिद्धिः उभयाधीना वर्तते एवमस्ति न सा स्थितिरुच्येत यतोहि एतयोः उभयोरपि अभावः न भवति यथा मन्ये नित्यसम्बन्धः स्यात् यथा शब्दस्य अर्थस्य च नित्यसम्बन्धो वर्तते तथैव एतयोरपि नित्यसम्बन्धो वर्तेत यथा च तत्र उच्यते मन्ये सा स्थितिः तादृशी भवेत् यत्र यदि एकमेव द्रव्यं वर्तते चेत् नैव असौ ह्रस्वः इति उच्येत न चापि दीर्घः इति उच्येत परं यदैव द्वितीयमागतं द्रव्यं तदैव तु तत्र भविष्यति एषः ह्रस्वः एषः दीर्घः इति द्वितीया आगति सति द्वितीये आगति सत्येव तु आगते सत्येव तु व्यवहारः स्यात् यदि द्वितीयः नास्ति चेत् कथं नो ह्रस्वो वा दीर्घो वा उच्येत एवमस्ति तत्र किमस्ति व्यावहारिकीं सत्तां स्वीकृत्य तथा विचारः क्रियते यतो हि ह्रस्वोऽपि वर्तते दीर्घोऽपि वर्तते ततो अग्रे न गच्छति ह्रस्वोऽपि वर्तते दीर्घोऽपि वर्तते इति चेत् उभयोरपि स्वतन्त्रा सत्ता वर्तते परं स्वतन्त्रा सत्ता कथं स्यात् यथा पितुः सत्ता पुत्राधीना वर्तते पुत्रस्य सत्ता पित्राधीना वर्तते शब्दस्य सत्तापि तु अर्थाधीना वर्तते तत्र पितृत्वं नास्ति देवदत्तत्वं वर्तते किमपि न तत्त्वं वर्तते न प्रयोगः न वर्तते नवीनमपि तत्त्वम् आगतं तत्र पितृत्वं तत्र आगतम् केवलं विपरीतः स्यात् अर्थाधीनः शब्दः भवति न तु शब्दाधीनः अर्थः भवति तत्त्वमपि गुणाधिक्यं जातम् इति उच्येत गुणाधिक्यं जातम् भेदोऽपि आगतः भेदः एवम् आगतः बोध अणुषु परमाणुषु एव भेदः न भवति अन्यत्रापि भेदः भवति भेदः एवम् आगतः यत् पूर्वं केवलं तस्य सम्बन्धः स्वभगिन्या सह आसीत् अधुना किमस्ति भगिनीपतिनापि सह तस्य सम्बन्धः जातः अपरः सम्बन्धः तत्र वर्धितः चेत् तेन वर्धनेन अत्रापि भेदः जायते अतः एव सः मातुलः इति उच्यते उक्त्वा तत्पुत्रेण सह अपि सम्बन्धः जातः पूर्वं तु स्वपुत्रः नासीत् भेदः अस्ति तदेव तु उच्यते भेदेन मातुलत्वं भेदेन न जातः अपरः सम्बन्धः वर्धितः तत्र शब्देन न तथा नास्ति केवलं नामकरणं नास्ति भो एवं स्यात् अन्ये किमपि वस्तु अस्माकं पार्श्वे अस्ति तस्य वस्तुना नाम अधुना अस्माभिः कृतमस्ति पुस्तकम् अधुना तस्य नाम पुस्तकम् इति अपसार्य लेखनी इति तं कथयामः मन्ये चेत् तत्र तत्त्वे को भेदो भविष्यति नामभेदः एव अस्ति केवलम् अस्माकं ज्ञानाय नामभेदः जातः नामभेदः नास्ति तत्र अर्थभेदात् नामभेदः वर्तते लेखनी किमर्थम् उच्यते पुस्तकं किमर्थम् उक्तमासीत् तत्र तद्द्रष्टव्यं भवति अत्र यत् पूर्वं पुस्तकत्वेन तस्य व्यवहारः आसीत् अधुना लेखनीत्वेन तस्य व्यवहारः आसीत् अत एव तथा पूर्वं पुस्तकम् इति उच्यते स्म अधुना च लेखनी इति उच्यते किं नामभेदः नास्ति अर्थभेदोऽपि अस्ति अस्तु हा किमस्ति उच्येत जिसमें प्रतिज्ञा करके परमेश्वर की प्राप्ति पूर्वक की जन्म पुनर्जन्म और मोक्ष में परम सुख प्राप्त होना उसको परलोक कहते हैं। परलोक कहते हैं पुनर्जन्म मुक्ति अर्थात जिससे सब पूरे कामों और जन्म मरणादि दुख सागर से छूट कर स्वरूप परमेश्वर से प्राप्त होकर सुख ही में रहना मुक्ति अर्थात सुखे सुख में मुक्ति साधना मुख्य से पुण्य का करता सत्य माध्यम नहीं वो सुखम प्राप्त अर्थात मोक्ष प्राप्त उभयत्र पुण्य से जो आवश्यकता वर्तते वो मोक्ष की उन्नति स्वर्ग स्वर्ग अन्य जो मोक्ष को नहीं एवमस्ति न एतत् पुस्तकम् अस्माभिः कदा दीयते यदा संसारे अथवा शरीरे स्म अत्र च अस्माकम् अभिरुचिः सुखे वर्तते दुःखे न वर्तते एकस्मिन् पक्षे वर्तते अपरस्मिन् पक्षे न वर्तते उत्वा ततः हेयबुद्धिर्वर्तते तत्र दुःखे हेयबुद्धिर्वर्तते अन्य च सुखे उपादेयबुद्धिर्वर्तते चेत् उपादेयबुद्ध्यनुसारी यदि प्रवृत्तिः केनचित् कार्येत चेत् शीघ्रं तत्र गतिर्भवति अधुना तु वर्तते न सुखमपि वर्तते दुःखमपि वर्तते चेत् यत् साधनम् अधुना लभ्यते तैरेव तु व्याख्यायेत यत् साधनम् अधुना नास्ति तैः कथं व्याख्यायेत प्रवृत्तिस्तु तदैव भविष्यति यदत्र उपलभ्यते तेनैव साधनेन तत्र प्रवृत्तिः कारयितुं शक्यते एवमस्ति न सुखशब्दः अपि आनुकूल्ये वर्तते प्रायेण यत् अस्माकम् अनुकूलं वर्तते तदेव सुखम् इति गीयते यच्च प्रतिकूलं वर्तते तदेव दुःखम् इति चेत् अनुकूले एव अस्माकं गतिर्भवति सर्वथापि अनुकूलं लभ्येत सर्वत्रापि सर्वथापि इति सर्वापि प्रवृत्तयः तादृश्यैव भवन्ति तत्र अस्माकं चेत् तत्र सर्वमपि अनुकूलमेव वर्तते अतः तत् सुखशब्देनापि उच्येत रूढित्वेन मन्ये किं वर्तते न एवमस्ति भो अनिर्वचनीया दशा पूर्वं तु अस्माभिः प्राप्ता न वर्तते यदि अस्माभिरेव प्राप्ता न वर्तते अस्माभिरेव शब्दैरेव उच्यते सर्वथापि अन्यच पुनरपि किञ्चित् मन्ये तत्र शब्दतत्त्वं बुध्येत अतः स शब्दः अस्माभिः स्वीक्रियते परं ये अस्मदपि तत्र येषां सर्वथापि अत्र विषये प्रवृत्तिरेव नास्ति तेषां कृते एते शब्दाः न प्रयुक्तव्याः भवन्ति तेषां कृते तु सुखशब्द एव वर्तते यतोहि तेषां कृते सुखशब्द एव परिचितः वर्तते चेत् सुखशब्देनैव ते अवबोधनीयाः भवन्ति सुखशब्देन वा अथवा यः कश्चिदपि अतिशयितार्थः शब्दः स्यात् तेनैव ते सम्बोध्याः भवन्ति तेषां कृते सुखमेव वर्तते अस्तु न वा अमुं लोकं गतवते किञ्चन असुखं पुण्यकृतो हि ते तत्र गच्छन्ति गौरादित्यो भवति गौशब्दोऽपि आदित्य आगच्छति गमयति रसान् सर्वानपि रसान् असाविव गमयति प्रापयति गच्छति अन्तरिक्षे सः अतोऽपि गौः अथ द्यौः द्यौ अर्थेऽपि गौशब्दः आगच्छति यत् पृथिव्याम् अधिदूरङ्गता भवति पृथिव्याम् अधिदूरङ्गता भवति पृथिव्या पृथिव्याः पृथिवी से पृथिव्या इति अपादाने पञ्चमे वर्तते अत्र पश्यामः अतीव दूरङ्गता दृश्यते यच्चास्यां ज्योतींषि गच्छन्ति अस्यामेव द्युलोके एव तु गच्छन्ति ज्योतींषि सर्वाण्यपि अन्यच्च विष्टप् आदित्यो भवति आदित्ये विष्टप् शब्दोऽपि आगच्छति आविष्टो रसान् सर्वतोऽपि रसान् आवृत्य तिष्ठति आविष्टो भासं ज्योतिषां तेषामपि तेन आवरणं क्रियते उत्तम तत्र व्याप्तो वर्तते विष्णु व्याप्तौ व्याप्तौ वर्तते अत्र आदित्यः तत्रापि वर्तते आविष्टो भासा इति वा दीप्त्यापि आविष्टः सो वर्तते अथ द्यौः द्यौरपि दृष्टशब्देन उच्यते आविष्टा ज्योतिर्भिः ज्योतिर्भिः ज्योतिपिण्डैः असौ आविष्टा वर्तते पुण्यकृद्भिश्च पुण्यकृतात्मानः अपि तत्र नभ आदित्यो भवति नभशब्दोऽपि आदित्य आगच्छति नेतारसानां नियप्रापणे नेता भासां ज्योतिषां सर्वेषामपि ज्योतिषां भासां नेता वर्तते प्रणयः नेता अपि वा भ न एव स्यात् विपरीतः भ न नभ इति स्यात् न न भाति अर्थात् अवश्यं भाति सर्वथा दीप्त एव भवति कदाचिदपि एषा स्थितिः न भवति यदा असौ न भाति चेत् न न भाति अवश्यं भाति इति नभः आदित्ये वर्तते इति वा एतेन द्यौर्व्याख्याता अत एव द्यौरपि नभशब्देन उच्यते अग्रे अग्रिमः खण्डः काण्डं वा आगमिष्यति चेतलं कुर्मः सर्वं यश्चाधितिष्ठति स यस्य स देवम् तस्मै ज्येष्ठाय ब्रह्मणे नमः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु Shanti.